स्वागतं सर्वेषाम्। अद्यतनविषयः अस्ति तत्र प्रत्यक्षविषये सन्निकर्षाः लक्षणवाक्ये यदासीत् तत् समापयित्वा अग्रे अनुमानप्रमाणम् इति विषयः अस्ति। तस्मात् पूर्वं गते वर्गे यत्र आन्द्रेमहोदयः आसीत् तेन किञ्चित् स्पष्टीकरणम् उक्तं, माम् उक्तवान् सर्वान् वदतु इति। किमित्युक्ते तेन उक्तं गते वर्गे आत्मनः प्रत्यक्षं मनसा भवति इति उक्तं, किन्तु आत्मनः उद्भूतरूपं वा रूपं किमपि नास्ति, तर्हि तत्र कथम् आत्मप्रत्यक्षं भवति इति किञ्चित् प्रश्नः अस्ति। पुस्तके लिखितं तत्र 174 इति तमे पुटे प्रथमपरिच्छेदे अन्तिमवाक्यम् आभ्यन्तरं तु मनः आत्मप्रत्यक्षजननाय न रूपम् अपेक्षते, रूपं न अपेक्षते इति तत्सन्निकर्षः संयोगरूपः आत्मप्रत्यक्षं जनयति एव, खलु तथा उक्तम्। किन्तु प्रायः केचन जनाः चिन्तयन्ति यत् उद्भूतरूपं रूपं नास्ति चेत् भवति कथं प्रत्यक्षम् इति चिन्तनं भवितुम् अर्हति इति तेन उक्तम्। अपि च तस्मात् प्रश्नः अस्ति वा? हा, प्रश्नः नास्ति, चिन्तनमेव। तत्र उद्भूतरूपम् अपि च परमाणुपरिमाणभिन्नपरिमाणम् इति द्वे निकषे केवलं बाह्यविषया विषयाणां विषये एव, न तु आत्मनः विषये। अतः आत्मा तु अन्तः अस्ति, तत्र एव उपलभ्यते इति कृत्वा ते निकषे तत्र न प्रयोक्तव्यम्। तथैव तेन उक्तं, हा तेन उक्तं, प्रायः केचन जनानां भिन्नचिन्तनं भवितुम् अर्हति इति प्रायः इति तेन उक्तं, किन्तु पुस्तके भवान् ते निकषे तत्र बाह्यविषयाणां तत्र अन्तर्विषयाणामपि प्रत्यक्षविषये तादृशनिकषे सन्ति चेत् तादृशं चिन्तयितुं शक्यते, किन्तु तन्नास्ति एव, केवलं बाह्यविषयाणामेव तदुक्तं। सत्यम् इत्येव अस्तु। अपि च आत्मा एव दीपः खलु, इत्युक्ते ज्ञानं प्रति, ज्ञानम् उत्पन्नाय यानि वस्तूनि बहिः स्थितः तेषां कृते अपि ज्ञानस्य प्रकाशः तत्र गच्छति इति वयं पूर्वं दृष्टवन्तः। तत् दीपं कुतः आगच्छति इत्युक्ते आत्मनः इति इत्येव उत्तरं वेदान्ते अपि च सर्वत्र भवति खलु, तत् अत्र न्यायशास्त्रेण आनेतव्यम् इति प्रायः न आनेतव्यं, किन्तु न्यायशास्त्रे अपि ज्ञानात् प्रकाशं ज्ञानस्य प्रकारः इति कलदीपः एव तत्र चित्रं पूर्वम् अस्ति अस्ति द्वात्रिंशत् पुटे। सत्यम्, अतः नैयायिकानां मते ज्ञानम् आत्मनि भवति, ज्ञानस्य दीपः तत्र तत्र प्रकाशयति, तत्तु तदपि अस्ति, किन्तु सर्वथा नैयायिकानां चिन्तनं वेदान्तिनः चिन्तनं समानम् इत्यपि न, खलु तयोः मध्ये कुत्रचित् भेदः अस्ति, यथा अत्र प्रत्यक्षज्ञाने अपि किञ्चित् भेदः अस्ति, अत्र अभावः अस्ति खलु, अभावः वेदान्तमते भिन्नज्ञानप्रमाणम्, किन्तु अस्मिन् अस्माकं पुस्तके अभावः प्रत्यक्षे एव अन्तर्भूतः खलु, तत्र चिन्तनभेदः अस्ति अभावविषये। एकमेव उदाहरणं वदामि, अपि च महोदय उक्तं, अत्र लक्ष्मी भगिनी वेदान्तमतानुसारं ज्ञानमिति आत्मनः स्वरूपः, किन्तु नैयायिकानां मतानुसारम् आत्मनः गुणः अस्ति ज्ञानम्, इति. ओ अस्तु अस्तु. अतः यदा गुणं भवति तत्र निर्गुणम् अपि भवितुमर्हति आत्मा इति कृत्वा तत्र ज्ञानं विना अपि आत्मा भवितुमर्हति नैयायिकानां मतानुसारं. किन्तु वेदान्ते तत्र स्वरूपः अस्ति इति कृत्वा महान् भेदः अस्ति. धन्यवादः. अपि च उक्तं वर्गे संशयः इति प्रायः सर्वे आसीत्, पुनः वदामि, संशयः इति यथार्थज्ञानं नास्ति इति स्वरूपमहोदयेन उक्तं, यतोहि तत्र विशिष्टं नास्ति, डेफिनेट् इति नास्ति. तर्हि प्रत्यक्षं कथं प्रत्यक्षेन किं असंशयज्ञानमेव भवेत्? किन्तु संशयः इति किञ्चित् भिन्नज्ञानं, किन्तु प्रत्यक्षे अस्मात् पुस्तके अन्तर्भूतं, किन्तु भिन्नचिन्तनं भवितुम् अर्हति. अपि च सन्निकर्षः, स च प्रत्यक्षजनकसम्बन्धः, न केवलं सम्बन्धः, तादृशसम्बन्धः येन प्रत्यक्षज्ञानं भवति. यथा कालिकसम्बन्धः, तदपि सम्बन्धः, किन्तु तेन ज्ञानं न जनयति, ज्ञानजन्यं न भवति. यद्यपि तत्कालिकसम्बन्धः साधारणकारणं, तेन साक्षात् ज्ञानं न जन्यं न भवति इत्यस्मात् तत् सन्निकर्षः न भवति. अपि च रसविषये किं फलमस्ति, फलस्य माधुर्यं रसेन्द्रियेण गृह्यते, किन्तु फलम् आरम्भे जिह्वायां तस्य संयोगः भवति खलु आरम्भे, किन्तु तस्य संयोगः सम्बन्धः, किन्तु ज्ञानजनकसम्बन्धः नास्ति इत्यस्मात् तत् संयोगसमवायः इति अवश्यम् पठितं. केवलं फलस्य गुणः माधुर्यं किमपि वा, तत्र फलस्य गुण अपेक्षते, यदा तत्र फलस्य गुणः फलस्य गुणः अपि च जिह्वायाः सम्बन्धः भवति, तदानीम् एव वयं ज्ञानस्य उत्पन्नं भवति इति चिन्तनं वा महोदय? हा, जिह्वायाः सम्बन्धः स च संयोगः, किन्तु तेन ज्ञानजनकं न भवति. संयोग यः समवेतः फलेषु, माधुर्यं किमपि यद्रसं फलेषु समवेतः, तस्य रसनेन्द्रियेण प्रत्यक्षं भवति. तत्र संयोगसमवायः इति सन्निकर्षः इति आसीत्. अस्तु महोदय, संशयस्य विषये यथा पुस्तके दत्तम् अस्ति, अनुमितो प्रत्यक्षे शार्दबोधे उपमते, तेषां न आगच्छति रे संशयः, केवलं प्रत्यक्षे आगच्छति संशयः वा न? पुस्तके तथा आगच्छति, पुस्तके तथा लिखितं, संशयः समुच्चयः सर्वं किं तत्र प्रत्यक्षे आगच्छति. किन्तु संशयः सप्रकारकज्ञानं वा, सन्देहरहितज्ञानं वा इति प्रश्ने केचन जनाः वदन्ति यथार्थज्ञानं नास्ति. तत्र संशयः अस्ति, सन्देहः अस्ति इति एकं चिन्तनम्. अस्तु, इत्यस्मात् सन्निकर्षः विषयः किञ्चित् समाप्तः. अग्रे द्रोणमहोदयेन किञ्चित् परिचयत्वेन अनुमानमिति विषयः, तस्मात् पूर्वं परिचयेन किञ्चित् उक्तं, तद् वदामि. तत्र प्रत्यक्षम्, अनुमानम्, उपमानं, शब्दः इति क्रमः अस्ति खलु, एषः क्रमः सर्वथा न आसीत्, बहुपूर्वं तथा न आसीत्, किन्तु गौतममुनिना तादृश क्रमः कृतः. किमर्थं तस्य किं न्यायः अस्ति तस्मिन्, किमर्थं तथा अस्ति इति तत्र न्यायः अस्ति, अग्रे उच्यते. ते उक्तवन्तः तत्र किमर्थं प्रत्यक्षं प्रथमम् उक्तं, यतोहि प्रत्यक्षं अवश्यं भवति अनुमानस्य कृते. धूमस्य प्रत्यक्षं न भवति चेत् वह्नेः अनुमानं न भवितुमर्हति. अनुमानात् पूर्वं प्रत्यक्षम् अवश्यं, तस्मात् प्रत्यक्षं प्रथमम् अस्माभिः चर्चितम्. द्वितीयकारणमस्ति, प्रत्यक्षं किञ्चित् सरलमस्ति, सर्वे अङ्गीकुर्वन्ति, यद् दृश्यते तदस्ति, यत् श्रूयते तदस्ति इति. तत्र अधिकं किं वदामि, चालेञ्ज् नास्ति. तृतीयकारणम् अस्ति, भिन्न अन्यकारणप्रमाणं प्रत्यक्षे अवलम्बः अस्ति, प्रत्यक्षकारणत्वं मूलकत्वम् अस्ति तेषाम्. अपि च चतुर्थं सर्वे अवगतवन्तः वा? पुनः वदामि वा? अस्तु, भवतः आशयः अस्ति प्रत्यक्षम् अनुमानम् उपमा शाब्दम् इति क्रमः गौतममुनिना कृतं. किमर्थमित्युक्ते अनुमानं प्रति प्रत्यक्षप्रमाणम् आवश्यकं प्रथमं. यदा प्रत्यक्षं भवति चेदेव अनुमानस्य ज्ञानं भवति इति कारणं, प्रथमकारणम्. महोदय, किन्तु महोदय उक्तवान् गौतममुनि तस्य ग्रन्थे एतत् क्रम न रचितवान्, किन्तु सूत्रे इति सः प्रदर्शितवान्. तस्य ग्रन्थे एतत् क्रमं नास्ति. एवं मम अवगमनम् आगच्छति, किन्तु सूत्रं महोदय उक्तवान् अहं न अवगतवती, किन्तु सूत्रम् एतत् क्रमं दत्तवान्. तथैव अन्य न्यायिका येन अन्य ग्रन्थं रचितवान् तेन एतत् स्थापितवान् एतत् क्रमम्. अस्तु, धन्यवादः. द्वितीयं कारणमस्ति प्रत्यक्षम् इति सर्वेषाम् अनुभवः खलु, साक्षात् अस्ति, सर्वे अङ्गीकुर्वन्ति, यद् दृश्यते तदस्ति, यत् श्रूयते तद् इति. अधिकं तत्र चिन्तनभेदः नास्ति. तृतीयं कारणमस्ति अन्यप्रमाणानि प्रत्यक्षावलम्बितः अस्ति. प्रत्यक्षं तस्य कारणं, मूलकारणं प्रत्यक्षम्. उपमानस्य वा, शब्दस्य वा, अनुमानस्य वा. चतुर्थं कारणमस्ति नास्तिकाः अपि, नास्तिकाः इत्युक्ते ये वेदेषु वेदप्रमाणं नाङ्गीकुर्वन्ति, तेषां ते अपि अनुमानं प्रत्यक्षम् अङ्गीकुर्वन्ति, प्रत्यक्षम् अनुमानमपि अङ्गीकुर्वन्ति. केवलं चार्वकाः ते अनुमानं नाङ्गीकुर्वन्ति. चार्वकाः केवलं प्रत्यक्षम् अङ्गीकुर्वन्ति, किन्तु अन्येन जैनिकः, बौद्धिकः, ते अपि प्रत्यक्षम् इति प्रमाणम् अङ्गीकुर्वन्ति. खलु, इति परिचयं परिचयत्वेन उक्त्वा पुस्तकात् पठेम. एकसप्तनव इति तमे पुटे 179 तत्र रजतन् महोदय पठति वा? अनुमाननिरूपणम्. अनुमिति कारणम् अनुमानं, परामर्शजन्यं ज्ञानम् अनुमितिः. अनुमाननिरूपणस्थले तत्र अनुमितिकरणम् अनुमानं, तत्र अनुमानं भवति, अनुमितिः करणम् अनुमानम् अस्ति. परामर्शजन्यं, तत् परामर्श जनयति अनुमितिस्थले, तत् ज्ञानं जनयति. परामर्शजन्यं ज्ञानं तत् अनुमितिस्थले तत्र जनयति. अथ अनुमानं निरूप्यते संस्कारनिरूपणे एवं न्यायमानस्य कारणतव्यवस्थापनप्रकरणे विश्वो अयं संक्षेपतः निरूपितः येन काचन पूर्व आलोचना सम्भवति। सम्प्रति विस्तरेण सर्वोपि अर्थः निरूप्यते। चेत्रः अनुगच्छति, अनुभुङ्क्ते इत्यादि प्रयोगस्थले इदम् अवगच्छामः। आदौ किञ्चित् गमनं भवति, ततः चेत्रः गच्छति। आदौ कश्चित् भुङ्क्ते, ततः चेत्रः भुङ्क्ते। एवञ्च तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवति न भवति इति आगतम्। अत्र अनुमाननिरूपणं भवति अस्मिन् परिच्छेदे। संस्कारनिरूपणे यथा न्यायमानस्य कारणत्व व्यवस्थापनप्रकरणे तस्मिन् स्थले यथा ज्ञायमानस्य कारणतो स्थापनप्रकरणे तत्र संक्षेपेण तत् निरूपिता अस्ति कृते इदानीं विस्तरेण सर्वोपि अर्थः निरूपितः यथा अनुमान अनुमितिः किं तस्य सर्वोपि अर्थः अत्र निरूप्यते। उदाहरणत्वेन चेत्रः अनुगच्छति, अनुभुङ्क्ते इत्यादि प्रयोगसत्ले इदम् अवगच्छामः। आदौ किञ्चित् गमनं भवति, ततः चेत्रः गच्छति। यथा वदामः चेत्रः अनुगच्छति अपि च चेत्रः अनुभुङ्क्ते, तत् तस्मिन् सत्ले किम् अस्ति, तत्र आदौ किञ्चित् गमनं भवति, तत्पूर्वं कोऽपि केनपि गमनं क्रीतं, तत् अनन्तरं चेत्रः गच्छति, सः अनुगच्छति इदानीम्। अपि च चेत्रः किञ्चित् भुङ्क्ते, तत् अन्यत् कोऽपि भुङ्क्ते, चेत्रः अनुभुङ्क्ते, तत् पूर्वं किमपि कार्यम् अभवत् तत् अनन्तरं चेत्रः अपि तत् कार्यं कृतम्। एवञ्च तुल्यक्रियाद्वयं यत्र भवति, यत्र कुत्रापि तुल्यक्रियाद्वयं यथा चेत्रः अनुगच्छति अपि च चेत्रः अनुभुङ्क्ते, तत्र किञ्चित् पूर्वं तत् क्रिया अभवत्, गमनक्रिया अभवत् अपि च भुङ्क्तं क्रिया अभवत्, तत्र तुल्यक्रियाद्वयं यत्र भवति। तदनन्तरं चेत्रः अनुगच्छति अथवा चेत्रः अनुभुङ्क्ते, यत्र कुत्रापि तुल्यक्रियाद्वयं भवति तत्र अनु इति उपसर्गः प्रयोगः भवति इति आगतम्। यत्र कुत्रापि तुल्यक्रियाद्वयं भवति यथा चेत्रः अनुगच्छति अपि च चेत्रः अनुभुङ्क्ते, तथा अपि च कोऽपि चेत् अनुगायते, तत् किम् अस्ति, तत् तस्मिन् स्थले अस्माकम् अभिप्रायः अस्ति पूर्वं यत् तत् तादृशी क्रिया अभवत्, इदानीम् अन्यः तादृशी क्रिया करोति कार्यं करोति, यत् तादृशी क्रिया भवति, तुल्यक्रियाद्वयं भवति तत्र अनु उपसर्गः प्रयोजनीयः, तथा आगतम्। समीचीनं महोदय। अत्र लक्ष्मी भगिनी, तत्र द्वितीये वाक्ये पूर्वतमं 1-2-5 इति पृष्ठे पश्यतु इति लिखितं खलु, तत्र पश्यन्तु सर्वे, तस्मिन् पुटे चतुर्थपरिच्छेदः अनुमितिस्थले ज्ञातव्यः, तत्र पठति वा तस्मात्? अस्तु। अनुमतिस्थले ज्ञातव्यः पर्वते वह्निः, पर्वते कदाचित् चक्षुः सन्निकर्षः स्यात् परन्तु न वह्निः। वह्निः वक्तव्यं वस्मिः, अहं सर्वदा मम मनसि संशयः जातः। ध्वंसः अत्र यद्यपि तत्र हकारः प्रथममस्ति, ते वह्नि इति वदन्ति, यथा ब्रह्मः परन्तु न वह्निः, वह्निः चक्षुसन्निकृष्टः। पर्वते धूमस्तु अस्माभिः दृश्यते, धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणः सम्बन्धः, येन धूमे सति भवेत् एव वह्निः। तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्य अपि वन्येः ज्ञानं भवति, इदं ज्ञानमेव अनुमितिः इति उच्यते, सापि अपरा प्रमा, सा च वह्निभूमसम्बन्धज्ञानाधीना इति तत् सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति, अपरं प्रमाणम्। उपमितिरिति अस्ति चतुर्थीप्रमा, तज्जनकं च उपमानं मूलरूपेण विस्तरणे निरूपयिष्यते। अस्तु, अत्र अनुमतिस्थले पर्वते वह्नि इति ज्ञानं भवति, पर्वते कदाचित् चक्षुः सन्निकर्षणः स्यात् इत्युक्ते पर्वते कदाचित् चक्षुपर्वतयोः मध्ये संयोगः भवति, किन्तु वह्निः न चक्षुषा दृश्यते, किन्तु चक्षुः धूमः दृश्यते पर्वते, धूमस्य वह्नयोः मध्ये किञ्चित् विशेषणसम्बन्धः अस्ति। यदि यत्र यत्र धूमः सन्ति तत्र वह्नी अस्ति एव इति कश्चन विशेषसम्बन्धः अस्ति तयोः मध्ये, तादृशसम्बन्धज्ञानं तस्य सम्बन्धस्य नाम किं? व्याप्तिव्यापकभावः नो चेत् व्याप्तिसम्बन्धः साधु तादृशसम्बन्धज्ञानं यस्य अस्ति ओ यद्यपि अस्तु तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्यापि वन्येः ज्ञानं भवति। ओ ओके, यस्य यः कोऽपि तत्र धूमः पश्यति किन्तु तत्र तादृशसम्बन्धज्ञानं व्याप्तिज्ञानं न तस्य तस्मिन् व्याप्तिज्ञानं नास्ति चेत् वन्येः ज्ञानं न भवति। यस्मिन् यस्य व्याप्तिज्ञानम् अस्ति सः एव वन्येः सः एव यदि धूमः पश्यति चेत् तस्य वन्येः ज्ञानं भवति इति अत्र तस्य व्याप्तिज्ञानस्य आवश्यकं भवति अत्र इदं ज्ञानमेव अनुमितिः इति उच्यते। इदं ज्ञानम् इत्युक्ते सम्बन्धज्ञानं विलक्षणसम्बन्धः ज्ञानं पर्वतः इति धूमः इति हेतुः साधु तत्र साधु भगिनि तत्र 156 पुनः किञ्चित् लघु चर्चा आसीत् अत्र किञ्चित् मुख्यविषयः अस्ति तत्र अत्र हि पर्वते इति तृतीयपरिच्छेदः अस्ति खलु तत् पठति वा अत्र हि अस्तु ज्ञायमानस्य स्वतः कारणतः तत्र अस्तु अत्र हि न पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमानः एव आकाशे विद्यमानमेव घटपदं न बोधकम् किन्तु ज्ञायमानमेव नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः कीदृशी तर्हि ज्ञायमानः इयं या कारणता सैव ज्ञायमानस्य ततः कारणता इत्युच्यते वैज्ञानिककारणता इत्यपि इति शक्नुमः वक्तुम् अस्तु यदि पर्वते धूमः विद्यमानः धूमः विद्यमानः इति तत् न तथा एव न पर्याप्तं सा न बोधयति वन्येः ज्ञानं सा एव न बोधयति किन्तु ज्ञायमानम् एव ज्ञायमानस्य आवश्यकम् अत्र ज्ञायमानम् इत्युक्ते अत्र पुनः ज्ञायमानम् इत्युक्ते तत्र दूहवह्नयोः मध्ये सम्बन्धः अवश्यं न अत्र केवलं ज्ञानमः तत्र यः प्रत्यक्षी भवति धूमः प्रत्यक्षं केवलं विद्यमानं न पर्याप्तं ज्ञायमानं भवेत् धूमस्य धूमं ज्ञायमानं भवेत् द्वयोः मध्ये अस्तु धूमं ज्ञायमानं भवेत् इत्युक्ते धूमस्य प्रत्यक्ष इन्द्रियार्थसन्निकर्षमिति प्रत्यक्षज्ञानं अत्र चक्षुपगतः चक्षुधूमयोः मध्ये ये सन्निकर्षं यद्भवति तत् तेन जायमानज्ञानम् इति ज्ञायमानं धूमः ज्ञायमानः तत् सत्यं धूमः अस्ति किन्तु अहं न जानामि चेत् मम कृते तत् ज्ञानजनकं न भवति किमपि महोदय अत्र एतावता ज्ञानम् आवश्यकी वा यथा यत्र यत्र धूमः तत्र तत्र वह्निः तत् तादृशी व्याप्तिज्ञानम् आवश्यकी अस्ति यथा यावत् तादृशी व्याप्तिज्ञानं न अस्ति तावत् धूम दर्शनेन न कोऽपि तत् धूमः विद्यमान अस्ति परन्तु तत् ज्ञानं न उत्पद्यते एवं वा द्वयमपि आवश्यकं खलु पूर्वं यत् भगिन्या पठितं तत्र लिखितं यस्य व्याप्तिज्ञानं नास्ति तस्य किं साध्यज्ञानं न भवति अत्र लिखितं धूममपि धूमः अपि ज्ञायमानं नास्ति चेत् कथम् अग्रे गन्तुं शक्नुमः विद्यमानः धूमः बोधकः न ज्ञायमानः धूमः एव बोधकः यथा धूमस्य प्रत्यक्षं मया भवति तावत् अहम् अग्रे न गन्तुं शक्नोमि खलु ओ धूमः अस्ति अहं पश्यामि अनन्तरं व्याप्तिज्ञानम् अनन्तरं भग्निज्ञानम् इति क्रमः अस्ति खलु अग्रे आगच्छति अत्र केवलम् उक्तं विद्यमानः धूमः न बोधकः किन्तु ज्ञानमानः अपि भवेत् खलु केवलं अत्र परिचयत्वेन 179 तमे पुटे लिखितं खलु पूर्वम् अस्माभिः संक्षेपतः निरूपितः येन किञ्चित् पूर्व आलोचना सम्भवति तादृशपूर्व आलोचना एव प्रश्नः अस्ति वा यदि धूम विद्यमान नास्ति ज्ञायमानम् अपि न भवति न धूमस्य विद्यमान धूमे सति ज्ञानं भवति इति सत्यं सत्यम् अस्तु अस्तु अग्रे किं पुनः उदाहरणमस्ति हस्तिपकः उद्याने विद्यमानः न हस्तिस्मारकः ज्ञायमानमेव इत्युक्ते ज्ञायमानः इत्युक्ते साक्षात् हस्तिपथस्य चक्षुहस्तिपथयोः सन्निकर्षं भवेत् तदा यत् ज्ञानं भवति तदति खलु तदपि इत्युक्ते अत्र पूर्वं हस्ति हस्तिपकः द्वयोः अपि दर्शनम् आवश्यकं खलु अत्र किञ्चित् भ्रमः किमर्थं तादृशपूर्वज्ञानम् अनन्तरं स्मारकः पुनः यदि हस्तिपकं पश्यामि ओ हस्तिस्मारकं तथा भवति तत्र मुख्यविषयः इति न केवलं विद्यमानं ज्ञायमानं भवेत् इति मुख्यविषयः तादृशमेव साधु अस्ति वा कस्यापि अस्तु तर्हि लक्ष्मी भगिनी अत्र अस्मिन् यत् परिच्छेदं राजेन्द्रमहोदयेन पठितं तस्य अन्तिमवाक्यं पुनः पठतु एवं च तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवति इति आगतम् तुल्यक्रिया इत्युक्ते किं तुल्यक्रिया इत्युक्ते समानक्रिया इत्युक्ते अस्मिन् परिचये उदाहरणमस्ति आदौ कोऽपि गच्छति, अनन्तरं अन्यः गच्छति चेत् सः अनुगच्छति इति वदामः. तत् तुल्यक्रिया, प्रथमं यत् क्रिया अस्ति सैव द्वितीयमपि करोति इति तुल्यक्रिया इति मुख्यविषयः. अस्य मुख्यम् अग्रे पश्यामः. किन्तु समानक्रिया भवेत्, एकः हसति अपरः वदति, क्षम्यताम्, एकः वदति अपरः अनुहसति, तथा न, एकः गच्छति द्वितीयः गच्छति एव, समानक्रिया भवति इति मुख्यपदम्. अस्तु, अग्रे शुगन महोदय अस्ति वा? महोदय एकः प्रश्नः पुनः प्रथमं द्वितीयवाक्ये संस्काररूपेण एवं ज्ञायमानस्य कारणत्वं व्यवस्थापनप्रकरणे विषयो अयं संक्षेपतः निरूपितः इति. अत्र ज्ञायमानस्य कारणत्वं इति, ज्ञायमानस्य कारणत्वं किमस्ति महोदय प्रत्यक्षम्? तत्र किं लिखितं भवदेव पठितवती खलु, न केवलं विद्यमानस्य ज्ञानं ज्ञायमानं भवेत्, ज्ञायमानेन धूमेन एव प्रत्यक्षं भवति चेदेव अग्रे अनुमानं, वह्नेः अनुमानं भवितुम् अर्हति. तर्हि ज्ञायमानस्य कारणत्वम् कारणत्वस्य व्यवस्थापनं कृतं भवती पठितवती, न तु विद्यमानं केवलं कारणं, ज्ञायमानम् एव धूमः कारणं भवितुम् अर्हति इति. तत्र अनुमानविषये संक्षेपतः उक्तः, इदानीम् अग्रे विस्तारेण सर्वोपि अर्थः अग्रे उच्यते. अस्तु, तत्र सः नास्ति इति भासते. सरला भगिनी, अहमस्मि भवती, द्वितीयपरिच्छेदं पठतु. द्वितीयपरिच्छेदं पठति वा? प्रकृते, प्रकृते अस्ति अनुमान इति शब्दः, तत्र अस्ति भागत्रयम्, अनु योगः मा योगः अन. अत्र मा इत्यस्य धातोः ज्ञानमर्थः इति प्रमालक्षणस्थले उक्तमेव, तथा च अनुगच्छति इत्यादौ पश्चात् जायमानं गमनम् इति यथा बोधः, तथैव अनुयोगः मा इत्यनेन पश्चात् जायमानं ज्ञानमिति लभ्यते. तत्पूर्वं च ज्ञानरूपा क्रिया एव भवेत् इत्यपि गमनदृष्टान्तेन सिद्ध्यति. तेन ज्ञानोत्तरं जायमानं ज्ञानमिति अर्थः अनुमा इति पदेन लभ्यते. हा, अत्र अस्मिन् परिच्छेदे तत्र अनुमानम् इति प्रमाणस्य नामकरणं कृतम्, अनुमानं, तत्रापि अनु इति उपसर्गः विद्यते. अनुमान इति शब्दे अनु इति उपसर्गः, मा इति धातुः, अपि च अन इति प्रत्ययः, प्रायः ल्युट् इति प्रत्ययः, तदनन्तरं तस्य अन इति आदेशः भवति, अतः अन इति प्रत्ययः अस्ति, मिलित्वा अनुमान इति भवति. इति भागत्रयं वर्तते. तत्र प्रथमम् उक्तं तत्र मा इति धातोः अर्थः कः इति चेत् ज्ञानम् इति स्वीकर्तव्यम् इति प्रमालक्षणस्थले पूर्वमेव अस्मिन्नेव ग्रन्थे उक्तम् अस्ति. अतः मा इति धातोः अर्थः कः इति चेत् ज्ञानम् इति स्वीकर्तव्यं, तत्तु प्रथमं. पुनः महोदय एकनिमिषं महोदय, क्षम्यतां, ल्युट्पत्येः तत्र टकारः गच्छति, उकारः अपि अनुदेशे उपदेशे अनुनासिकः इति, तदपि गच्छति, उ एव भवति, न किं तत् कथम् अन इति आगच्छति? सूत्रमस्ति युवारयानको इति सूत्रेण तस्य आदेश अन्न आगच्छति, अस्तु, तत्र अनागच्छति. अस्तु, लकारः गच्छति, टकारः गच्छति, केवलं यु यकारः अपि च उकारः द्वयमपि तत्र तिष्ठति युवोरनाकौ इति सूत्रेण. यु इत्यस्मिन् स्थाने आ अन इति आदेशः, उ इत्यस्मिन् स्थाने अक इति आदेशः भवति, अतः अन इति लभ्यते. अस्तु, तर्हि एतावत्पर्यन्तम् अस्माभिः दृष्टं तत्र मा इति धातोः अर्थः ज्ञानम् इति स्वीकर्तव्यम् इति. तदनन्तरम् अनु इति उपसर्गस्य कः अर्थः इति चेत् तत्र अन्तिमे वाक्ये तुल्यक्रिया यत्र भवति तत्रैव अनु इति उपसर्गस्य प्रयोगः भवितुमर्हति. कोऽपि पूर्वं गच्छति, अन्यः अनुगच्छति इति वक्तुं शक्यते. तथापि तथा अत्रापि, अत्र इत्युक्ते अनुमान इति पदे अपि पूर्वं किमपि ज्ञानं भवेत् तस्य अनन्तरं यत् ज्ञानं भवति तदेव अनुमानम् इति वक्तुं शक्यते. तत्रैव तत्र अनु इति उपसर्गः तत्रैव भवितुमर्हति यत्र पूर्वम् एकं ज्ञानं जातं तदनन्तरं द्वितीयज्ञानं यत्र जायते तत्रैव अनु इति उपसर्गः उपयोक्तुं शक्यते इति कृत्वा तत्र अनुयोगः मा इति भवति. अत्र तु क्रिया किम् इति चेत् ज्ञानमेव क्रिया अस्ति. यथा पूर्वम् अस्माभिः इदानीमेव अधीतं तत्र धूमस्य ज्ञानं प्रथमं भवति, तदनन्तरं वह्नेः ज्ञानमपि भवति इति कृत्वा तत्र धूमस्य ज्ञानमनु वह्नेः ज्ञानं भवति इति कृत्वा अत्र अनु इति उपसर्गः अर्हः भवति प्रयोक्तुम् इति कृत्वा तत्र अनु इति उपसर्गः योजितः अस्ति. तेन ज्ञान उत्तरं जायमानं ज्ञानम् इति अर्थः अनुमा इति तावत्पर्यन्तम् अस्ति अत्र लिखितम्. अतः अनु इति पदेन तत्र पूर्वं ज्ञानं भवेत् ततः द्वितीयज्ञानमेव अनुमा इति भवितुमर्हति इति, अपि च मा इति धातोः अर्थः अत्र ज्ञानम् इति स्वीकर्तव्यम् इति अस्ति. महोदय, अनु इत्युक्ते द्वितीयज्ञानम् अथवा यः पूर्वं ज्ञानम् आसीत् सः एव ज्ञानं पुनः आगच्छति? सः एव ज्ञानमिति नास्ति, अत्र तु केवलं ज्ञानमिति क्रिया तावदेव. अत्र पश्यतु महोदय, अनुगच्छति तत्र पश्चात् ज्ञायमानं गमनम् इति बोधः खलु. यत् अनुगच्छति इति अस्ति, पश्चात् यः गच्छति सः अनुगच्छति खलु. पूर्वं कोऽपि गच्छति, पश्चात् यः गच्छति सः अनुगच्छति. तथा एव अनुमा इत्युक्ते पश्चात् जायमानं ज्ञानं, पूर्वं किमपि अस्ति खलु महोदय. परन्तु अहं चिन्तयामि तत्र तुल्यक्रिया भवेत्, अत्र अनुगच्छति पूर्वं कोऽपि कस्यपि गमनं भवति तदनन्तरं अन्यत् जनः गच्छति तत् अनुगम्यते तत्र तुल्यक्रियापदमस्ति. यथा वयं वदामः द्वितीयज्ञानं मम मनसि अस्ति प्रायशः दोषा एव मम मनसि अस्ति. यथा वदामः द्वितीयज्ञानं भवति तथा किञ्चित् भिन्नज्ञानं भवेत् इत्युक्ते तस्य अनुज्ञानं न भवति तथा कोऽपि द्वितीयज्ञानं भवति भिन्नज्ञानम् इति तु सत्यम् किन्तु अत्र पश्यतु तत्पूर्वं च ज्ञानरूपा क्रिया एव भवेत् इत्युक्तं खलु. आमां, पूर्वम् एकं ज्ञानरूपा क्रिया प्रत्यक्षं वाक्यमपि, तस्मात् अनन्तरं पश्चात् जायमानं ज्ञानरूपा क्रिया तत् अनुमा. बुद्धं वा? प्रश्नः अस्ति वा? साधु नास्ति वा? किञ्चित् मम मनसि आसीत् यथा यावत् वयं न वदामः तुल्यक्रिया अथवा तादृशी क्रिया पुनः भवति, तत् किञ्चित् मनसि किञ्चित् संशयः आगतं, तत्र प्रायशः अन्यत् कोऽपि कार्यं भवेत्, तत्र गमनम् अस्ति नास्ति वा, अन्यत् कोऽपि भवितुम् अर्हति, प्रायशः मम दोषः अत्र ज्ञानरूपा क्रिया यथा गमनदृष्टान्तेन सिद्ध्यति तथैव उक्तं खलु, या ज्ञानरूपा क्रिया, अत्र ज्ञानमिति क्रियारूपेण स्वीक्रियते, ज्ञानं भवति खलु तथा ज्ञानं जायते, जायमानं ज्ञानं, ज्ञायस्य जायमानमेव क्रिया, ज्ञान क्षम्यतां ज्ञानजननम् एव क्रिया, एकं ज्ञानजनकं क्रिया, अनन्तरं द्वितीयं ज्ञानजनकं क्रिया इति अनु समानक्रिया तुल्यक्रिया. किं भगिनि अत्र अस्मिन् उदाहरणे केवलं धूमस्य ज्ञानम् अनन्तरं वह्नेः ज्ञानं, धूमस्य ज्ञानं एव सफिशियन् नास्ति, व्याप्तिज्ञानं पूर्वमेव यदा महानसे धूमपर्वतयोः धूमवह्नेः मध्ये सम्बन्धः यदा ज्ञायमानम् अस्ति तदानीमेव वयम् एतत् अनुमा अत्र अन्यस्मिन् समये यदा पर्वते धूमः दृश्यते एतादृश अनुमा भवति खलु, तृतीयज्ञानमपि अस्मिन् उदाहरणे अपेक्षितः खलु. अत्र अत्र धूमवह्नि एतावत् न उक्तं, तत्र अग्रे आगच्छति, केवलम् उक्तम् अनुपदस्य अत्र कः न्यायः, कथं वक्तुं तस्य कः किं कारणम् अनुपदस्य अनुमा तुल्यक्रिया, एकं ज्ञानजनकक्रिया पश्चात् जायमानं ज्ञानम् इति क्रिया तुल्यक्रिया, तस्मात् अनुज्ञानम् अनुमा इति पदम् एतावता अस्माभिः लब्धम्, तावदेव. तत्र पक्षः हेतु अग्रे आम् वदतु महोदय. तत्र इदानीं वाक्यमस्ति सः जानाति इति, एकं वाक्यं स्वीकुर्मश्चेत् तत्र जानाति इति क्रियापदम् इत्यनेन तत्र ज्ञानमपि क्रिया भवितुमर्हति इति सिद्ध्यति, तत्तु एकं. द्वितीयं तु तत्र ज्ञानं तत्र तुलना तुल्यक्रिया इत्यस्मिन् तुलना केवलं क्रियाविषया एव इति, इत्युक्ते तत्र पूर्वमपि ज्ञानमेव वर्तते, ज्ञानक्रिया वर्तते, इदानीमपि ज्ञानक्रिया वर्तते, किन्तु ज्ञानस्य विषयः कः इत्यस्मिन् विषये तत्र भेदः भवितुमर्हति. पूर्वज्ञानस्य विषयः कः इति तत्र भेदः भवति, तत्र तत्रापि तौल्यं भवेत् चेत् तत्र नूतनज्ञानं किमपि न उत्पन्नं भवति इति कृत्वा तत्र केवलं तुलना ज्ञानक्रिया तावदेव. किन्तु विषयेषु तत्र ज्ञानस्य विषये तुलना तौल्यं भवेत् इति किमपि नास्ति. यथा चैत्रः अनुगच्छति तत्र कर्ता भेदः अस्ति खलु, एकः गच्छति अनन्तरं चैत्रः अनुगच्छति, कर्ताद्वयमस्ति, क्रिया एकं कर्ताद्वयं, तथा एव अत्र ज्ञानक्रिया एकं विषयद्वयम्. अपि च तत्र मैत्रः प्रायः किञ्चित् वेगेन गच्छति, चैत्रः मन्देन गच्छति चेदपि अनुगच्छति इति वक्तुं शक्यते, तत्र तौल्यं तत्र कथं सः गच्छति इत्यस्मिन् विषये नास्ति, केवलं गमनक्रियायामेव तौल्यम् इति. पत्नीवेगेन गच्छति पत्नी अस्तु महोदय, तावदेव. अत्र दत्तमस्ति ज्ञानोत्तरं जायमानं ज्ञानम् अर्थम् इति अनुमाचे संक्षेपे अन्तिम वाक्यं दत्तमस्ति अनुमा किमस्ति इति. वदतु भगिनि, किं ज्ञानोदयं ज्ञानम् इति अर्थ अनुमामि ज्ञानस्य पूर्वज्ञानस्य अन्तरं यद् ज्ञानं पश्चात् यद् ज्ञानम् उत्पद्यते तद् भवति अनुमापद. उत्तरं जायमानं ज्ञानम् इति अस्ति. अस्तु, स्पष्टं? प्रश्नः अस्ति वा लक्ष्मी भगिनी? साधु राजेन्द्रमहोदय, साधु वा? अस्तु, तर्हि सरला भगिनी, तत्र तृतीयपरिच्छेदं तत्र कुत्र पर्यन्तं फलति इति तत्पर्यन्तम् अर्थः फलति. अस्तु, तस्याः यः सस्या च अनुमायाः कारणबोधनाय करणार्थक अन्नप्रत्ययः व्याकरणेन विहितः, अतः अन्न इत्यस्य करणम् इत्यर्थः पृष्ठं चतुश्चत्वारिंशत् एकमधिकं दर्शितरीत्या करणम् इत्यस्य असाधारणकारं कारणम् इति अर्थः, तथा च अनु इति उपसर्ग, मा इति धातु, अन्न इति प्रत्यय, एतैः त्रिभिः मिलित्वा ज्ञानोत्तरं जायमानस्य ज्ञानस्य असाधारणकारणम् इति अर्थं फलति. इदानीं तृतीय पद यस् अनुमान इति पदे दत्तमस्ति तस्य विवरणमस्ति अनुमायाः कारणबोधनाय कारणार्थम्. अनुमायाः इति अनुमान अनुमा इति वयं पदं दृष्टवन्तः. अनुमायाः तस्याः कारणबोधनाय, तस्याः कारणं किम् अस्ति तस्य करणार्थक. वयं जानीमः कारणानि बहूनि भवितुं शक्नोति. यदि एक असाधारणकारणं तत् भवति करण, सो कारणबोधनाय कारणार्थक अन्नप्रत्ययः, कथम् अन्नप्रत्ययः योजितम् अस्ति करणबोधनार्थाय अन्नप्रत्ययः योजितम् अस्ति व्याकरणेन विहित. व्याकरणेन यदि वयं व्याकरणं ल्युट् प्रत्यय यदि वयं जानीमः तस्य अर्थम् अस्ति कारणमिति, अतः अन्न इत्यस्य करणम् इत्यर्थं दर्शितरीत्या करणम् इत्यस्य असाधारणकारणमिति अर्थः. सो यदा अनुयोग मा तस्मात् यः उत्पत्ति अन्न इति शब्दे पदयोजनेन आगच्छति तस्य अर्थम् आगच्छति असाधारणकारणम्. यथा वयं पूर्वं दृष्टवन्तः अनु एक ज्ञानम् अस्ति, तत् ज्ञानपश्चात् यत् ज्ञानम् आगच्छति अनुमा इति, तस्य अन्न इति योजनेन किं का तत् अनुमायाः य कारणम् अस्ति तत् अस्ति अन्नयोजनेन अनुमान इति सम्बोधति. तथा च अनु इति उपसर्ग, मा इति धातु, अन्न इति प्रत्यय, एतैः त्रिभिः मिलित्वा ज्ञानोत्तरं जायमानस्य ज्ञानस्य असाधारणकारणमिति अर्थं फलति. सः पूर्वज्ञानम् इति कार्याधिकरणे कारणं भवितुम् अस्माकं ज्ञानम् अस्ति. कार्याधिकरणे पूर्व भवति सदा भवति असाधारणकारणम् इति आगच्छति अत्र पूर्व अनुशब्देन पूर्व अनुशब्देन न किं सरला भगिनी समापितवती वा वक्तुमिच्छति वा? अस्तु अस्तु लक्ष्मी भगिनी अस्मिन्नेव परिच्छेदे किं किं बुद्धमिति स्वशब्दैः प्रतिपादयति वा किमत्र? अस्तु, अत्र अस्तु, पूर्वस्मिन् परिच्छेदे अनुम इति पदस्य पदस्य संज्ञा अभवत् इत्युक्ते अनु इति यत् अनन्तरम् आगच्छति मा इति धातोः अर्थः अस्ति ज्ञानम् अनुमा अतः अनुमायाः तस्याः अनुमायाः कारणबोधनाय करणार्थकः अस्तु अनुमा तस्य कारणं अनुमायाः कारणं किम् इति बोधनाय अनप्रत्ययः करणार्थकः अनप्रत्ययः व्याकरणेन विहितः इति अस्ति इत्युक्ते अन इति अन इति प्रत्ययस्य अर्थः करणम् अतः अनुमानम् इति अस्माकं शब्दः अस्ति अनुमा इति अनुमा इति इत्युक्ते ज्ञानोत्तरजायमानं ज्ञानम् इति अनुमा अनुमायाः कारणं किम् इत्युक्ते इति तस्य ज्ञानम् अनुमायाः कारणबोधनाय अनप्रत्ययः तत्र विहितः अतः अनुमानशब्दे त्रयः भागाः सन्ति अनु इति उपसर्गः मा इति धातुः अन इति प्रत्ययः एतैः त्रिभिः मिलित्वा यत् ज्ञानं भवति ज्ञानोत्तर ज्ञानस्य ज्ञानं प्रथमम् एकं ज्ञानम् अनन्तरं यत् जायमानं ज्ञानं भवति तत् ओ द्वितीयज्ञानं यत् भवति तस्य असाधारणकारणं तथा तस्य असाधारणकारणम् अनुमानम् इति अर्थः फलति इत्युक्ते अत्र पश्यतु प्रथमे वाक्ये वदतु भगिनि वदतु अनुमानमित्युक्ते अनुमायाः असाधारणकारणम् अपि च यत् असाधारणं कारणं तत् कारणम् इत्यपि अस्ति तत्र प्रथमे वाक्ये कारणबोधनाय करणार्थकप्रत्ययः अनुमायाः कारणम् इति बोधनाय असाधारणकारणम् इत्यस्मात् करणार्थकप्रत्ययः अनप्रत्ययः इति आगच्छति व्याकरणेन इतः पूर्वम् उक्तं महोदयेन महोदय वर्गे मा शब्दस्य कथं व्याकरणरीत्या आगत्य अहं न अवगतवती भवान् वदति वा किमुक्तं धातुः मा इति धातुः भिन्नेषु गणेषु अस्ति तत्र स्वादिगणे अपि भिन्न गणत्रये अस्ति इति द्वादि अदादि जुवादिगणे किन्तु स्वादिगणे प्रत्यक्षपुंसं किमपि योजित्वा सः उक्तवान् स्वादिगणे अवगतमस्ति अत्र स्वादिगणे तत्र अनुमिनोमि इति पदमागच्छति स्वादिगणे मा धातोः अन्नप्रत्ययः इति उपयुज्य अनुमिनोमि इति क्रियापदं प्राप्तम् इति उक्तम् सुवादिगणे यद्यपि भिन्नगणेषु तदस्ति पदं धातुः अपि एव सः उक्तवान् आगच्छति किं भगिनि आ धातोः अङ् प्रत्यय योजित्वा कथं किम् अहं अवगतवती सः किम् उक्तवान् मापि न सम्यक् न श्रुतं पुनः पृच्छामः महोदय अपि च अनप्रत्ययः तत्र भावार्थे एव भवति कथं वा करणार्थे इति अत्र स्वीकृतम् सर्वदा तथा अस्ति वा इति अहं न जानामि. अहं व्याकरणं न जानामि. ल्युट् च इति सूत्रेण तत्र केवलं भावार्थे एव अनप्रत्ययः भवति. इदानीं भजनं तत्र यः भजनं यः तत्र तादृशक्रिया करोति इति क्रियायाः भावः एव तत्र उक्तः. करणम् इति कथं वा स्वीकृतम् इति न जाने. गमनं भवति. हा हा गच्छति इत्यस्मिन् अर्थे गमनम् इति भवति. तत्र भावार्थे क्रियायाः भावः यदस्ति तदेव अनप्रत्ययेन बोधितं भवति. किन्तु अत्र करणार्थे स्वीकृत खादनं भवति. तथा कथं भवति खादनं भवति खलु. खादनम् इति विषयः पदार्थः खलु. नास्ति तत्र पदार्थः न भवति. खादनम् इति तत्र खादनं यः खादति सः खादनं करोति इति वक्तुं शक्यते. खादनं करोति इत्यस्मिन् अर्थे खादति इति भवति. अतः किमिति यत् खाद्यते तत् खादनं खलु. यत् खाद्यते तत् खादनं मोदकं सर्वं इति वयं सामान्यतया वदामः. खादनपदार्थाः किं कानि सन्ति पदार्थाः के. अहं नाम न जानामि व्याकरणविषये तावत् पृष्टव्यं. किन्तु वर्गे तथा उक्तं ल्युट् प्रत्यय इति केन पृष्टं. सन्ध्याभगिनी द्रोणमहोदयेन सत्यम् इति उक्तं. तथा एव इति उक्तं ल्युट् एव. ल्युट् ल्युट् एव क्लेशः नास्ति. किन्तु ल्युट् इति प्रत्ययः तत्र भावार्थे एव भवति. कथं वा करणार्थे इति प्रश्नः अस्ति. भवति पृच्छामः अवश्यं. तर्हि आहत्य किं लक्ष्मीभगिनी पद प्रत्ययः एतैः त्रिभिः मिलित्वा ज्ञान उत्तरं जायमानस्य ज्ञानस्य असाधारणकारणम् इति अनुमानम् इति आगच्छति. साधु प्रश्नमस्ति वा. प्रश्नः नास्ति. तर्हि अस्ति राजेन्द्रमहोदय कार्यकारण केवलं व्यासं दृश्यते एव. तत्तु अन्यं पृच्छामि खलु. इत्युक्ते तत्र स्वादिगणात् कथं स्वादिगण अहं स्वादिगणं झटिति दृष्टवती. तत्र मा इति दातु न दृश्यते. अतः अन्य गणत्रयः अस्ति इति उक्तम् इति. तत्र अदादिगणे अस्ति, जुहोत्यादिगणे अस्ति, अपि च दिवादिगणे अस्ति. द्वितीय तृतीय नास्ति. न किमपि उक्तवान् स्वादिगणे किमपि योजता तदनन्तरम् इति सः उक्तवान्. केवलं प्रायः अनुमिनोमि इति स्वादिगणे आगच्छति. अन् इति अनु इति अन्यपदं तृतीयस्य योजने. एवं अवगतवती. अधुना एव स्वरूपमहोदयस्य करपत्रमेव अहं पश्यन्ति अस्मि. तत्र स्वादिगणे इकार अकारान्तदातवः एव न सन्ति. अपि च इकारान्तदातोः मध्ये तुमि विनोति इति. आमां निश्चयेन स्वादिगणे नास्ति. धनत्रय अस्ति जुहोत्यादिगणे अपि च दिवादिगणे. एवं खलु. तर्हि अत्र राजेन्द्र अग्रे राजेन्द्रमहोदय पठति वा कार्यकारणभावनिरूपणावसरे. आं महोदय. कार्यकारणभावनिरूपण अवसरे अभिहितम् एव अस्माभिः यत् कार्य अधिकरणे कार्य उत्पत्तेः पूर्वक्षणे सर्वदा विद्यमानं कारणम् इति एवं सति ज्ञानोत्तरं जायमानं ज्ञानम् अनुमा इति कथने अनुमायाः पूर्वं ज्ञानम् अस्ति इति आगतम्. तदेव च अनुमायाः असाधारणकारणम् अपि भवति। इदम् आदौ चित्रेण अवगच्छामः। अत्र कार्यकारणभावस्थे यथा अस्माभिः पूर्वं पठितं तत् त्रयः निकषाः सन्ति कारणानि ये भवति, तत् कार्य अधिकरणे भवेत्, कार्य उत्पत्तिपूर्वक्षणे भवेत्, सर्वदा कार्य उत्पत्ति स्थले सर्वदा तत् विद्यमानः भवेत्। तत् पूर्वं यथा पृष्ठसङ्ख्या अस्ति अत् नव अधिकविंशतिः तमे पुटे, तत्र कार्यकारणानि ये भवन्ति तत् ते कार्य अधिकरणे भवेत्, कार्य उत्पत्ते पूर्वक्षणे भवेत्, अपि च सर्वदा विद्यमानं तत् भवेत्। एवं सति ज्ञान उत्तरं जायमानं ज्ञानम् अनुमा इति कस्ने अनुमायाः पूर्वं ज्ञानम् अस्ति इति आगतम्। तत्र तथैव तत्र ज्ञान उत्तरं जायमानं यथा ज्ञानम् अनुमा अनुमिति स्थले यथा अनुमा यथा वदामः अनुमा पदं प्रयुज्यामः, तत् ज्ञानम् इति कस्ने अनुमायाः अनुमायाः अत्र अर्थमस्ति पूर्वं ज्ञानम् अस्ति इति आगतं। ज्ञानं यत्किमपि अस्माभिः अनुमिति जायते तस्य ज्ञानं पूर्वम् एव भवेत्। तदेव च अनुमायाः असाधारणकारणम् अपि भवति। यावत् तादृशी ज्ञानं पूर्वज्ञानं नास्ति तावत् अनुमितिः न भवति भवितुम् अर्हति। तदेव अनुमायाः असाधारणकारणम् अस्ति यत् पूर्वज्ञानं तत् भवेत्। एवं वा महोदय? हा, पुनः वदतु अन्तिमवाक्यद्वयम्। एवं सति ज्ञान जायमानं ज्ञानम् अनुमा इति कथने यथा वदामः अनुमा भवति तत् कथनेन अस्ति अर्थमस्ति अनुमायाः तत् यत्किमपि अनुमितिः भवति तस्य पूर्वज्ञानं पूर्वम् एव ज्ञानं भवेत्। यावत् तादृशी पूर्वज्ञानं नास्ति तावत् अनुमितिः न भवति। एवं महोदय? सत्यं सत्यं। तदेव च अनुमायाः उत्तरं जायमानं कार्यं ज्ञानम् इत्युक्ते तस्मात् पूर्वम् एकं ज्ञानं भवेत् इति आगतं खलु। पूर्वं किमपि ज्ञानं भवति, अनन्तरं जायमानं ज्ञानं सा तत् ज्ञानम् अनुमा इति अस्माभिः उक्तम्। अत्र अन्तिमवाक्ये तद् एव इति अस्ति खलु, तदेव अनुमिति न पूर्वज्ञानं च अनुमायाः असाधारणकारणम् अपि भवति। पूर्वज्ञानं यः अस्ति सः एव अनुमायाः असाधारणकारणं भवति। इदम् आदौ चित्रेण अवगच्छामः। अस्तु, पूर्वज्ञानं भवेत् पूर्वं ज्ञानम् असाधारणं कारणं भवति, असाधारणकारणं भवति यथा यावत् पूर्वज्ञानं न अस्ति तादृशी पूर्वज्ञानं न अस्ति तादृशी तावत् वयम् अनुमानं न कर्तुं शक्नुमः, अनुमितिः न जायते। यथा अस्माभिः वह्नि धूमयोः यथा यः व्याप्तिज्ञानम् अस्ति तादृशी ज्ञानं यथा अस्माभिः न भवेत् आत्मनि न भवेत् तावत् वयं न जानीमः, धूमं दृष्ट्वा न ज्ञातुं शक्नुमः तत्र वह्नि अस्ति यावत् वयं न जानीमः यत्र यत्र वह्नि धूमः तत्र वह्निः तादृशी अनुमिति तावत् तथैव प्रचलति गच्छति यथा वयं जानीमः तादृशी व्याप्तिज्ञानं तत्र अस्ति। न जाने न जानीमः तत्र न अनुमितिः कर्तुं शक्नुमः तत्र तावत् तथैव तत् सः अनुमितिः पूर्वज्ञानम् असाधारणकारणम् अस्ति अनुमितिः तत्र सत्यम् अपि च यथा अत्र उक्तं पूर्वं ज्ञानं कार्याधिकरणे भवेत् इत्युक्ते ज्ञानोत्तरं जायमानं ज्ञानं यदस्ति द्वितीयज्ञानं यत् अस्ति द्वितीयज्ञानस्थले कार्याधिकरणे भवेत् कार्योत्पत्तेः पूर्वक्षणे भवति सर्वदा भवति इत्यस्मात् पूर्वं ज्ञानम् अनुमायाः असाधारणं कारणम् इति आगच्छति. अत्र पूर्वं ज्ञानम् अपि च अनुमानं तयोः ऐक्यमस्ति इति अत्र मुख्य आशयः कथनस्य आशयः. तदा चित्रं पश्यतु अग्रिमे पुटे. अस्तु पूर्वं जायमानं ज्ञानम् अस्ति अनुपश्चात् अनन्तरं जायमानं ज्ञानम् अनुमितिः अनुमानम् असाधारणकारणं पूर्वं जायमानं ज्ञानम् आसीत् अस्ति तत् अनन्तरं यः पुनः तत्र पश्यामः प्रत्यक्षं भवति तत् जायमानं ज्ञानम् अनुमा तत्र पुनः तादृशी ज्ञानं वर्तते अनुमितिः जायते यथा अस्माभिः ज्ञातव्यं तत् पूर्वं जायमानं ज्ञानं किम् आसीत् तथा अनुमानम् असाधारणकारणं सः असाधारणकारणं भवति अनुमानस्थले. तत्र मध्ये लिखितम् अनुमा अपि च अनुमतिः समानम् अनुमा इति ज्ञानम् अनुमतिः इति ज्ञानं तस्य असाधारणं कारणम् अनुमानम् इति चित्रे दर्शितं यथा भवान् पठितवान् साधु. आम् आम् आं महोदय. अत्र यत् पूर्वं ज्ञानम् अस्ति तद् असाधारणं कारणं भवति यतोहि त्रयनिकषः तेन किं प्राप्तं पूरितं तस्मात् प्रश्नः भवेत् कार्योत्पत्ति पूर्वक्षणे भवेत् सर्वदा विद्यमानं भवेत् ततः तत् अनुमानम् अनुमितिः जायते तादृशी पूर्वज्ञानं जायमानं ज्ञानम् असाधारणकारणं भवति तदेव अनुमानं तयोः ऐक्यम् अत्र अग्रिमपरिच्छेदे किम् अन्तिमपरिच्छेदे यद् लिखितं तत् शुकोन महोदय पठति वा कारणेन अस्ति वा महोदय कारणेन पूर्ववर्तिना भाव्यम् इति उक्तत्वात् अनुमानम् इति यदुक्तं यच्च पूर्वं जायमानं ज्ञानम् इति उक्तं तदुभयम् एकम् अभिन्नम् इति लभ्यते. अस्तु कारणेन इत्युक्ते यत् पूर्वमेव भवति पूर्वमेव भवति तेन पूर्ववर्तिना भाव्यम् इति उक्तत्वात् कारणमिति सर्वदा पूर्वमेव भवेत् पूर्वस्मिन् क्षणे एव भवेत् सर्वदा भवेत् इति उक्तत्वात् अनुमानमिति यत् उक्तं तत् पूर्वजायमानं ज्ञानमिति यत् पूर्वं जायमानं ज्ञानम् इति उक्तं तदुभयम् एकम् अभिन्नम् इति लभ्यते. अस्तु अनुमानम् अपि च यत् पूर्वं जायमानं ज्ञानं तदुभयमपि एकम् इति कथं महोदय अनुमानमिति अनन्तरं जायमानं ज्ञानं खलु हा तस्य कारणं किन्तु अनुमानमिति ज्ञानम् ओ अनुमा इति उत्तर ओ अस्तु अनुमा इति उत्तर अनुमा इति अनन्तरं जायमानकार्यम् अनुमानम् इति पूर्वं जायमानं ज्ञानं पूर्वं जायमानं ज्ञानं कारणम् अनुमानम् इति ज्ञानं न अनुमानमिति कारणम् अनुमितिः इति ज्ञानम् अनुमा इति ज्ञानम् अस्तु अस्तु. अनुमानमनुमतिः इति कारणं. हा, वन्नेः वन्नेः ज्ञानम् अनुमितिः. आम् कथमागतम्? अनुमानेन आगतम्, अनुमानप्रमाणेन आगतम्. अस्तु, तर्हि अनुमानमिति असाधारणं कारणम्, अनुमानम् अपि च पूर्वजायमानं ज्ञानं तयोः एकम् अभिन्नम् ऐक्यम् इति उक्तमत्र दर्शितं चित्रेण. पूर्वं जायमानं ज्ञानम् अपि च अनुमानं द्वयोः अपि समानमेव. तदपि कारणमस्ति खलु, यत् पूर्वं जायमानं ज्ञानम् असाधारणं कारणमस्ति खलु. तद् नास्ति चेत् कथम् उत्तरज्ञानं भवति? अस्तु, अनुमितिः इति अनन्तरं यत् ज्ञानं जायते तद् अनुमितिः इति उच्यते. अनुमितिः वा अनुमा इति उच्यते. सत्यम्. अस्तु, अनुमा अनुमिति समानपदं. व्यापारं वा इति न, अत्र करणमिति उक्तं खलु, व्यापारः इति न जानामि. व्यापारः इत्युक्ते किं, तत्र कारणेन जायते अपि च कार्यं जनयति खलु. तत्र व्यापारः इति न जानामि, इति प्रायः न अस्ति मम चिन्तनम्. अग्रे पश्यामि. द्वयोः अभिन्नम् इति उक्तवतः अतः पूर्वं जायमानज्ञानमेव अनुमानं करणम्. करणम् इति सर्वदा यत् पूर्वम् अस्ति, पूर्वक्षणे अस्ति, तत् कारणमेव वदामः. करणम् इति अत्र अस्तु, करणम् अस्तु, घट उत्पादनसमये घटः कार्यं, तत्र कपोलः कारणम् इति वदामः चेत् तत्र करणं किम् अस्ति? तत्र तु करणं करणस्य विषयमेव न वदामः खलु, तत्र व्यापारः एव वदामः. तत्र करणं तत्र व्यापारः कः? चक्रभ्रमणं खलु, न तु कपालः. आम् अत्र तत्र करणमस्ति वा? तत्र अत्र किमुक्तं पश्यतु, 144 इति तमे पुटे दर्शितरीत्या करणम् इत्यस्य असाधारणकारणम् इति अर्थः. असाधारणकारणम् एव करणम् इति पूर्वं लिखितं, पठितम्. किन्तु अत्र किं, तत्र कपालः सममायकारणम् अस्तु खलु. कपालः सममायकारणम्. आम्, तद् भिन्नानि सर्वाणि असाधारणकारणानि, तानि कांसां व्यक्तिं जनयितुं जनयति, यथा दन्तः कथं जनयति. अस्तु, अस्तु, कौ अभिन्नौ इति वदति वा भवान् स्वशब्देन? कौ अभिन्नौ? पूर्वं जायमानं ज्ञानम् अपि च अनुमानम्. अनुमानम् असाधारणं कारणं, पूर्वं ज्ञानम् अपि असाधारणकारणं, तयोः ऐक्यम् इति वर्गे उक्तम्. आमामां, सत्यम्. अतः अनुमानम् अपि च अनुमानमेव पूर्वं जायमानं ज्ञानम् इति भवति, तयोः मध्ये भेदः नास्ति इति. किन्तु अत्र इदानीम् अनुमानमिति प्रमाणमिति न स्वीकृतं. प्रमाणमित्यपि इत्यपि अस्ति किल, तत्र करणम् इत्यनेन प्रमाणमपि अस्ति अपि च ज्ञानमपि. तत् यत् करणं ज्ञानं जनयति सः प्रमाणं, तत् प्रमाणं खलु. करणं भिन्नेषु स्थित्यां किं स्थितिषु भवितुम् अर्हति. ज्ञानविषये यत् करणं तत् प्रमाणं खलु, तथा सत्यं किमपि. हा, इत्युक्ते तत्र प्रत्यक्षस्थले अस्माकम् इदानीं रूपस्य ज्ञानम् इति चिन्तयामश्चेत् तत्र चक्षुः एव प्रमाणं भवति. रूपस्य किन्तु अनुमानस्थले ज्ञानमेव प्रमाणं भवति, पूर्वज्ञानमेव प्रमाणं भवति जायमानज्ञानस्य. अनुमितेः प्रमाणं भवति पूर्वज्ञानं, तदेव अनुमानम् इत्युक्ते तत्र इदानीम् अत्र प्रमाणस्य आकारः ज्ञानमेव इति. सत्यम्. अस्तु महोदय, अहम् अत्र नोट्स् मध्ये लिखितवती व्यापारः असाधारणकारणम् इति. अत्र दण्डः घटं जनयति, दण्डेन चक्रभ्रमणं तत् व्यापारं, चक्रभ्रमणेन घटम् इति क्रमः. तत्र दण्डः इति असाधारणकारणं, तत् करणं. कपालः तु समवायेन घटं जनयति, किन्तु कपालः असाधारणकारणं नास्ति, समवायकारणमस्ति. अस्तु, सो कर्णमिति व्यापारवत् असाधारणकर्णम् इति अत्र, किन्तु अत्र अभिन्न अभिन्नौ इति तदपि अस्ति. पूर्वं जायमानं ज्ञानम् अनुमानं अभिन्नौ अपि अस्ति अत्र. अत्र निमित्तकारणम् इति अपि वर्गे उक्तं, न तु समवायकारणं वा किम् असमवायकारणं वा निमित्तकारणं. कारणं त्रिविधम् इति अस्ति खलु, पूर्वमुक्तम् 144 कारणं त्रिविधं, तेषु त्रिषु कारणेषु अत्र निमित्तकारणम्. लक्ष्मी लक्ष्मीभगिनी, भवत्याः टिप्पण्यां व्यापारः इत्युक्ते किम् इति लिखितं, पुनरेकवारं वदतु. न महोदय, पुस्तके एव एतादृश किमपि चर्चा यत् अभवत् प्रायः अहं तत्र 1, 2, 3 किमर्थम् अहं पृच्छामि चेत् व्यापारस्य लक्षणम् एतादृशं भवति, यज्जन्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं भवति. आम्, न तु असाधारणकारणम्, असाधारणकारणम् इति करणस्य लक्षणं भवति. आं, सत्यम्. अतः एव व्यापारवत् इति तत्र योजनमिति अहं चिन्तयामि, तस्य इति अहं चिन्तयामि. यदि तत्र व्यापारः इति स्वीकर्तव्यं, तत्र लक्षणस्य समन्वयः भवेत्, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारः इति भवति. तत्र चक्रभ्रमणं, चक्रभ्रमणं तु स्वयं जन्यम् अस्ति, तज्जन्यत्वे सति तज्जन्यजनकत्वम् अपि च चक्रभ्रमणेन तत्र कपाले भ्रमणं जायते इति कृत्वा तत्र चक्रभ्रमणं व्यापारत्वेन स्वीकृतं. दण्डस्य कारणत्वं तत्र निमित्तकारणत्वेन स्वीकृतं, न तु व्यापारत्वेन. तत्र चक्रभ्रमणमेव व्यापारः, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति. असाधारणं लक्षणं, तत्र व्याप्तिव्यापकभावः वर्तते. यद्यत् असाधारणकारणमस्ति तत् करणं, किन्तु यद्यत् करणमस्ति तत्सर्वं व्यापारः इति नास्ति. यद्यद् व्यापारः व्यापाररूपेण भवति तत्सर्वं करणं भवेत् इति तु सत्यं, किन्तु यद्यत् करणमस्ति तत्सर्वं इदानीं व्यापारः इति नास्ति. करणमिति व्यापकः अस्ति, व्यापारः इति व्याप्यः अस्ति. पुस्तके किम् उक्तं, व्यापारो नाम यः कारणात् जायते कार्यं च जनयति इति भिन्नशब्देन समानं महोदयेन उक्तम्. अत्र चक्षुष घटप्रत्यक्षं भवति, तत्र चक्षुघटयोः संयोगः इति चक्षुषा जन्यः सन्निकर्षः, अत्र व्यापारः. महोदय एक प्रश्न, स्पष्टीकरोतु, प्रमा प्रमेय प्रमाण, प्रमा अस्ति ज्ञानम् अस्ति रैट्, प्रमेय अस्ति विषय, प्रमाण अस्ति प्रमाणम् इति कारणम् इति ज्ञानकारणं, ज्ञानस्य कारणं, ज्ञानं. ज्ञानं जायते तत् प्रमाणम्. अच्छा, यदा अयं घट इति भवति प्रमा, साधु प्रमेयघट अस्ति, प्रमाण सन्निकर्ष, चक्षुघट सन्निकर्षः इति प्रमा इति प्रत्यक्षं, प्रमप्रत्यक्षं. प्रत्यक्षलक्षणं किम् इत्युक्ते, प्रत्यक्षलक्षणं किम् इत्युक्ते इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं. किन्तु घटज्ञानं कथं भवति? प्रत्यक्षेण, प्रत्यक्षम्. अन्यप्रश्नः, प्रमा इति पदस्य प्रमेयः पुनः पुनः तत्र प्रमेयः इति आगच्छति खलु. यद्यपि पुस्तके नास्ति, अहं एवमेव पृच्छामि. समयः अस्ति चेत् प्रमेयः इति ज्ञानयोग्यः इति. ओ, प्रमेयः इति ज्ञानयोग्यः. अस्तु, ज्ञानविषयः अथवा ज्ञानयोग्यः. प्रमा इति ज्ञानम्. ओ, प्रमा ज्ञानमेव, पुनः ज्ञानमेव. यथा च ज्ञान द्वे प्रकार. साधु भजन महोदय, साधु प्रश्नः अस्ति वा? न महोदय, साधु अस्ति इदानीं. स्पष्टम्? आम् महोदय. अन्यस्य किमपि? अपि च महोदय, यः परिच्छेदः राजेन्द्रमहोदयेन पठितं, तत्र कार्याधिकरणे कार्यकर्तुः पूर्वक्षणे सर्वदा विद्यमानं कारणम् इति, तत्र अस्मिन् सन्दर्भे कार्याधिकरणं किं, कार्यं किम् इति अपि वक्तव्यं किल स्पष्टतया. आत्मनः खलु यत्र ज्ञानं भवति, आत्मा आत्मनि एव तत्र पूर्वज्ञानमपि भवेत्. सत्यम्. अतः कार्यादिकरणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे भवेत्, सर्वदा विद्यमानं कारणम् इति. इत्युक्ते तत्र कार्यम् इति ज्ञानम् अनुमितिः, तस्य अधिकरणं भवति आत्मा, अपि च पूर्वज्ञानम् अपि तस्मिन् आत्मनि भवेत् इति अस्ति. अपि च अन्यः तत्र सरला भगिन्या पृष्टं किल पूर्वं, तत्र केवलं प्रत्यक्षस्थले एव संशयः भवितुमर्हति वा, तत्र अनुमानस्थले उपमानस्थले अपि भवति वा न वा इति. अत्र भवता किम् उक्तम् इति न जाने, किन्तु मम चिन्तनमस्ति तत्रापि भवितुमर्हति, तत्र पर्वतः पर्वते वह्निः अस्ति वा न वा इति संशयः भवितुमर्हति किल. अत्र सप्रकारकज्ञानस्य तस्य संशयज्ञान इति द्वितीयप्रकारम् अस्ति. तत्र 173 द्वितीयं वाक्यम्, एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः सर्वत्र सम्भवन्ति. किन्तु शाब्दबोधे यः कोऽपि वदति ओ अहं न जानामि वह्नि अस्ति वा न वा इति ज्ञानस्य आकारः अस्ति चेत् तत्र शाब्दबोधम् इति वक्तुं शक्नुमः कुत्रचित्, किन्तु तथा न अत्र अनुमतिस्थले संशयः न भवति खलु, न भवितुमर्हति. सर्वत्र तत्र प्रत्यक्षस्थले अपि संशयः न भवति, यत्र प्रकार सप्रकारकज्ञानमेव ज्ञानं भवति, प्रमा भवति किल. यत्र संशयः वर्तते तत्र प्रकारे तत्र निश्चयः नास्ति, एतद्वा अन्यद्वा इति चिन्तनं. तादृशसंशयः सर्वत्र भवितुमर्हति. यत्र संशयः भवति तत् संशयः एव, तत् ज्ञानं नास्ति, संशयस्तु ज्ञानमेव नास्ति. किन्तु तत्र शब्दे अपि इदानीमेव भवान् किमपि उक्तवान् चेत् एतदेव वदति वा न वा इति समस्येन मया नावगतं, पुनः एकवारं वदतु इति अहं प्रष्टुं शक्यते किल. अतः संशयः सर्वत्र भवितुमर्हति इति, केवलं प्रत्यक्षे एव इति नास्ति, किन्तु सर्वत्र संशयः भवितुमर्हति, किन्तु संशयः ज्ञानं नास्ति. यत्र यत्र संशयः वर्तते तत् सर्वं ज्ञानं नास्ति. न, अत्र किम् उक्तं पश्यतु, संशयं त्यक्त्वा अन्यप्रकाराः सर्वत्र भवति. संशयं, संशयः केवलं प्रत्यक्षे भवति खलु, कथम् अनुमितौ संशयः भवति? न न, अत्र पश्यतु महोदय, एतेषु संशयं त्यक्त्वा प्रकार अन्ये प्रकाराः प्रत्यक्षे अनुमितौ शाब्दबोधे च सर्वत्रैव सम्भवन्ति. तत्र प्रत्यक्षमपि दत्तं, केवलम् अनुमानमिति नास्ति. सप्रकारकज्ञानमेव ज्ञानं भवति. एकनिमिषम्, एतेषु इति केषु? संशयः, समुच्चयः. महोदय, अत्र स्वरूपमहोदयेन उक्तवान् यथा संशयः अयथार्थज्ञानम् अस्ति, यथार्थज्ञानं न अस्ति. यद्यपि पुस्तके सप्रकारकज्ञानप्रभेदाः, तत्र संशयः उक्तः खलु, पुस्तके तथा लिखितं सप्रकारकज्ञानप्रभेदाः, विशिष्टज्ञानं, संशयः, समुच्चयः, समूहालम्बनं, तत्सर्वमस्ति. द्वयोरेकं पञ्चविधमस्ति खलु, एकत्र द्वयम् इति पञ्चविधमस्ति. तेषु संशयं त्यक्त्वा अन्ये सर्वे प्रकाराः सर्वत्र भवति, किन्तु संशयः केवलं प्रत्यक्षे भवति. तत्रैव खलु, न सम्यक् प्रत्यक्षम् इति कुत्र दत्तम्? इति संशय केवलं प्रत्यक्षे भवति इति कुत्र दत्तम्? चित्रमस्ति खलु, पर्वतः विशेष्यत वह्निः एकः प्रकारः अस्ति, वह्निः अस्ति, अन्यः प्रकारः अस्ति, वह्निः अभावः इति. तत् तयोः प्रकारयोः मध्ये विरोधः इति अतः एव तत्र संशयात्मकः ज्ञानमस्ति. तत् न वा इति पदं प्रयुज्य तत् वदामः. आम्, किन्तु तत्र प्रत्यक्षम् इदानीम् अहं पर्वतं पश्यामि, पर्वते धूमः अपि अहं पश्यामि, किन्तु मम मनसि इदानीमपि सन्देहः वर्तते. गच्छामश्चेत् तत्र धूमः अपि साक्षात् धूमः अपि धूमः इव दृश्यते, अपि च तत्र मिस्ट् अस्ति किल, तदपि धूमः इव दृश्यते इति कृत्वा तत्र उपमानस्थलेपि तद्दृश्यम् अपि प्रत्यक्षमेव खलु, न अनुमानं नापि किमपि अन्यविधप्रमाणं खलु. न, तत्र पश्यन्नस्मि, तदनन्तरं तस्माद् उपरि यः अनुमानः मया कर्तव्यं तत्र सन्देहः भवितुमर्हति किल, नास्ति वा? उक्तं मम चित्रं तथा अहं लिखितवती. महोदय, द्रोणमहोदय उदाहरणं दत्तवान्, सन्ध्याकाले यदि न्यूनं प्रकाशम् अस्ति, कोऽपि अवलम्ब्य दीर्घ वस्तु पश्यामः, तत्र सः उक्तवान् संशयः प्रत्यक्षज्ञानविषये भवति. तत्र सम्यक् सम्यक् भगिनि, महोदयेन उक्तम् अत्र प्रायः धूमवह्नि इति उदाहरणं सम्यक् नास्ति. स्थानोऽयं पुरुषः इति उदाहरणं शास्त्रे प्रसिद्धः, स्थानोऽयं पुरुषः इति. तत्र यदा भवती उक्तवती, हा, प्रकाशं न्यूनमस्ति. सर्पवेदान्तशास्त्रे रज्जु सर्प इति भवति इति. भगिनी, मम प्रश्नः एतदस्ति, भवती यत् प्रतिपादयति तत्तु सत्यमेव, किन्तु तत् प्रत्यक्षस्थले भवति, तदहम् अङ्गीकृतवान्. मम प्रश्नः, भवती वदति केवलं प्रत्यक्षस्थले एव भवति, न तु अन्वितौ इति कुत्र लिखितम् इति मम प्रश्नः, नो चेत् तस्मिन् विषये किञ्चित् प्रतिपादयतु. ताणुर्वा पुरुषो वा इत्यस्मिन् सन्दर्भे प्रत्यक्षस्थले संशयः वर्तते इति अहम् अङ्गीकृतवान् एव. इदानीं वयं दृष्टवन्तः अनुमिति कथं भवति यदि पूर्वज्ञानम् अस्ति तस्य पश्चात् यद् ज्ञानम् अस्ति तत्र अनुमति भवति रैट् यत् पूर्वज्ञानम् अस्ति संशयः कथं भवति तत्र संशय च प्रश्नः न उदेति न पूर्वं जायमानं ज्ञानं संशयरहितं भवेत् इति निकषः स्वीकर्तव्यम् अनुमानविषये अनुमानविषये महोदय अत्र महोदय अग्रे आगच्छति बहु किमपि अस्ति अनुमानविषये अस्मिन् पुस्तके प्रायः अग्रे आगच्छति अहं भवतः प्रश्नम् अवगच्छामि किन्तु न उत्तरं न दातुं शक्नोमि पृच्छामः वर्गे संशयः केवलं प्रत्यक्षः भवितुम् अर्हति इति मम अवगमनं तत्र साक्षात् अन्यत् अन्यत्र कुत्रापि लिखितं वा इति मम प्रश्नः तावदेव अत्र द्वितीयवाक्यात् मम किम् इन्फरेन्स् अनुमानं करोमि एतेषु संशयं त्यक्त्वा अन्यप्रकाराः इति वाक्यात् मम तादृश चिन्तनम् अस्ति किञ्चित् पृच्छामः प्रश्नः सम्यक् अस्ति समीचीनमस्ति यदि स्वरूप महोदय संक्षेपे तत्र सन्निकर्ष च अन्तिम सः उक्तवान् अपि संशये सः उक्तवान् यथार्थ ज्ञानम् अस्ति संशय बहु वक्तव्यं भवति संशय प्रति स इति उक्तवान् अभावस्थले अपि शाब्दबोधे अपि इदानीं चिन्तयति एकस्मिन् एकस्य पदस्य अर्थद्वयं भवितुम् अर्हति भवान् एकं वाक्यं वदति इदानीं मम मनसि तत्तत् श्रुतं प्रत्यक्षेन तद्वाक्यं मया श्रुतं किन्तु मम मनसि इदानीमपि सन्देहः वर्तते एतदेव भवान् उक्तवान् वा नो चेत् अन्यस्मिन् अर्थे उक्तवान् वा इति तादृशसन्देहः भवितुम् अर्हति एव तत्र शाब्दबोधे एव सन्देहः किल न तु प्रत्यक्षे तत्र यद्भवता उक्तं तत् समीचीनतया मया श्रुतं किन्तु एतदेव भवतः विवक्षा आसीत् वा नो चेत् भिन्नः वा इति तादृशसन्देहः भवितुमर्हत्येव तत्र एकत्र द्वयम् इति भवितुमर्हति वा एकस्मिन् वाक्यस्य अर्थद्वयं तादृशज्ञानमपि अस्ति खलु प्रकारकज्ञानम् एकत्र द्वयम् एकस्य पदस्य अर्थद्वयं साक्षात् लक्ष्यार्थः नो चेत् तत् वाच्यार्थे एव तत्र बहूनि बहवः अर्थाः भवितुमर्हन्ति महोदय तत्र सन्देहः भवितुमर्हति एव महोदय अहं प्रश्नः किं पृष्टवती कारणं कि स्वरूप महोदय अन्तिमदिनस्य सन्निकष प्रकरणे उक्तवान् यथार्थज्ञानं संशय अयथार्थज्ञानम् अस्ति संशय यथार्थज्ञानं नास्ति प्रत्यक्षं न सम्भवति यथार्थ अतः मम इति भ्रम आगच्छति इदानीं प्रत्यक्षं न सम्भवति यथार्थज्ञानं संशय यथार्थः अस्ति तस्य प्रत्यक्षं न भवति सो कथं वयम् अत्र वयं दृष्टवन्तः पुस्तके संशय यदि प्रत्यक्षम् अस्ति तत्र भवति अहं न जानामि अयथार्थज्ञाने भ्रमः अपि भवितुमर्हति किल तत्र अन्यत्र त्रयप्रकारः उक्तवान् संशय विपर्य तर्क इति सन्ति भवतु यत्किमपि भवतु अस्तु महोदय अस्तु अस्तु प्रश्नः अस्ति चेत् समापयामः धन्यवादः शुभरात्रिः धन्यवादः महोदय नमस्कारः नमस्कारः